गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः ज्ञानानन्दमयं देवं निर्मलस्फटिकाग्रतिम् आधारं सर्वविद्यानां हयग्रीवम् उपास्महे न्यायवर्गे सर्वेषां सुस्वागतम् उपमानखण्डः गते वर्गे आरब्धः तत्र उपमितिकरणम् उपमानम् इति पठितं तर्हि उपमितिः इति प्रमा ज्ञानम् केन प्रमाणेन जायते इति चेत् उपमानप्रमाणेन जायते उपमितिः इत्युक्ते का इति चेत् संज्ञा सङ्गी सम्बन्धज्ञानम् संज्ञा अस्ति तस्य सङ्गी अपि अस्ति तयोः मध्ये यः सम्बन्धः अस्ति तद् यदा गृह्यते तदेव ज्ञानम् उपमितिः इति कथ्यते तत्करणं सादृश्यज्ञानं तर्हि उपमानं किम् इति चेत् सादृश्यज्ञानम् सादृश्यज्ञानं कथं जायते इति चेत् अतिदेशवाक्यार्थस्मरण अवान्तरव्यापारेण सादृशज्ञानं जायते तथा हि कश्चित् गवयशब्दार्थम् अजानन् कुतश्चित् आरण्यकपुरुषात् गोसदृशः गवयः इति श्रुत्वा वनं गतः वाक्यार्थं स्मरन् गोसदृशं पिण्डं पश्यति तर्हि अतिदेशवाक्यं केन उक्तम् आरण्यकपुरुषात् उक्तम् किमुक्तं गोसदृशः गवयः इति तेन तत्र यदा गोसदृशः गवयः इति केनापि श्रुतं तेन किम् अवगतम् इति चेत् गोशब्दः गोवाच्यः सः जानाति गो सदृशः गवयः तत्र गवयः इति केवलं संज्ञा अस्ति संज्ञी का इति न जायते ज्ञायते तर्हि गोसदृशः गवयः इति श्रुतम् आरण्यकपुरुषात् तदनन्तरं यदा गवयं पश्यति तदा तत्र अतिदेशवाक्यार्थस्मरणम् अतिदेशवाक्यं श्रुत्वा तत्र संस्कारः जायते संस्कारात् स्मरणं जायते तदा ओ गोः ये अवयवाः सन्ति तादृश अवयवाः अत्रापि सन्ति इति ज्ञानं प्राप्यते तदनन्तरं यद् गवयशब्देन उक्तम् आरण्यकेन तत् यद् या व्यक्तिः मम पुरतः अस्ति तदेव इति सम्बन्धज्ञानं यदा प्राप्यते तदेव अनुमितिः तदनन्तरम् अयं गवयशब्दवाच्यः इति उपमितिः उत्पद्यते इति सर्वम् अस्माभिः चिन्तितमस्ति तर्हि इदानीं केवलम् अग्रे पठनीयमस्ति अस्तु महिल् महोदय न आगतम् एतावत् स्वामिमहोदय आगतं स्वामिमहोदय भवता भागं वोढुं शक्यते खलु अस्तु भवतु अस्तु तर्हि वर्षा भगिनी आरब्धं करोतु भगिनी कृपया महोदय प्रत्यक्षखण्डे विभक्तानि तावत् प्रमाणानि तत्र अनुमानं बहुवादिसम्मतमिति उपमानात् प्राक् निरूपितं वक्ष्यमाणे शाब्दबोधे प्रकृतस्य उपमानफलस्य उपमितिरूपस्य शक्तिग्रहस्य अस्ति उपयोगः अतः शब्दनिरूपणात् पूर्वम् उपमानं निरूपयति उपमितिकरणम् इति कथं ज्ञानं जायते इति अत्र दत्तमस्ति प्रथमं तु अनुमानं वयं पूर्वमेव दृष्टवन्तः तदनन्तरम् उपमानम् इति अस्ति तत् शाब्दपूर्वं प्राक् आगच्छति किमर्थं चेत् उपमितिज्ञानं उपमितिरूपस्य शक्तिग्रहस्य उपयोगः अस्ति अत्र उपमिति एकः शक्तिः अस्ति अत्र शक्तिः इत्युक्ते ज्ञानम् इति अवगन्तव्यम् इति भाति अतः अग्रे उच्यते भगिनी शक्तिः इत्युक्ते का इति उच्यते अग्रे हा ओके अतः शब्दनिरूपणात् पूर्वम् उपमानं निरूपयति अत्र शब्दनिरूपणात् इत्युक्ते शाब्दज्ञानम् इति किल महोदय सत्यं शाब्दज्ञाननिरूपणात् शब्दप्रमाणं शब्दप्रमाणस्य पूर्वम् उपमानं किम् इति निरूपयति ग्रन्थकारः. अस्तु, उपमानं किम् इत्युक्ते उपमितिः करणम्. अस्तु, अत्र केचन प्रश्नाः मया क्रियते, भवती कृपया उत्तरं वदतु. नैयायिकानां मतानुसारं कति प्रमाणानि सन्ति? चत्वारि प्रमाणानि सन्ति. प्रत्यक्षप्रमाणम्, अनुमानप्रमाणम्, उपमानप्रमाणम् अपि च शाब्दबोधः. उत्तमं. तत्र किमर्थं प्रत्यक्षप्रमाण अनन्तरम् अनुमानप्रमाणं निरूप्यते? प्रत्यक्षप्रमाणस्य आवश्यकम् अनुमानप्रमाणे भवति इति कृत्वा प्रत्यक्षप्रमाणं प्रथमं, तदनन्तरम् अनुमानप्रमाणम्. अनुमान सत्यम्, अनुमानप्रमाणे बहूनि सोपानानि सन्ति. तेषु कुत्र प्रत्यक्षप्रमाणस्य आवश्यकता अस्ति? अत्र अत्र प्रत्यक्षेन वयं दृश्यते, पर्वतः धूमवान् इति वयं प्रत्यक्षेन दृश्यते इति कृत्वा अत्र प्रथमं प्रत्यक्षं भवेत्, तदनन्तरमेव तस्य हेतुः का इति अनुमानं क्रियते. हेतुः का इति अनुमानं न क्रियते. नो, हेतुः का अपि सोरि महोदय, अत्र हेतुः अपि अधिकरणे अस्ति इति अनुमानं क्रियते. तस्य नाम किं? पक्षधर्मता खलु. हेतौ अस्ति इति इत्युक्ते हेतोः गुणद्वयमस्ति, पक्षधर्मता भवेत्, व्याप्तिः भवेत्. तत्र पक्षधर्मता केन प्रमाणेन गृह्यते इति चेत् सर्वदा प्रत्यक्षप्रमाणेन एव गृह्यते. अतः यावत् प्रत्यक्षप्रमाणं न निरूपितम्, अनुमानप्रमाणं न निरूपयितुं शक्यम् इति कृत्वा अनुमानप्रमाणं प्रत्यक्षप्रमाणात् अनन्तरं निरूपितम्. तदनन्तरं किमर्थं अनुमानप्रमाणं द्वितीयत्वेन स्वीकृतम्? ओके, अत्र तु एकवाक्यमस्ति, बहुवादि सम्मतम् इति. बहुवादिसम्मतम् इत्युक्ते अत्र चर्चा न भवति, सर्वे स्वीकुर्वन्तः अत्र अनुमानप्रमाणस्य प्रसक्तिः स्वीकुर्वन्तः. किमर्थं चेत् अत्र चर्चा न भवितुम् अर्हति, परन्तु उपमानस्तरे चर्चा भवितुम् अर्हति इति कृत्वा वा? सत्यम् इत्युक्ते अत्र केवलं चार्वाकाः ये सन्ति, चार्वाकाः प्रत्यक्षप्रमाणम् अतिरिच्य अन्यानि प्रमाणानि न अङ्गीकुर्वन्ति. किन्तु चार्वाकं त्यक्त्वा अन्ये सर्वे दार्शनिकाः अनुमानप्रमाणम् अत्र अङ्गीकुर्वन्ति. साङ्ख्याः अङ्गीकुर्वन्ति, वेदान्तिनः अङ्गीकुर्वन्ति इति सर्वे अङ्गीकुर्वन्ति इत्यतः बहुवादिसम्मतम्. अत्र बहु इति किमर्थम् इति चार्वाकाः न अङ्गीकुर्वन्ति इति कृत्वा, नो चेत् सर्ववादिसम्मतम् इति लेखनीयं, किन्तु चार्वाकाः नाङ्गीकुर्वन्ति. तर्हि साङ्ख्याः अनुमानप्रमाणं न अङ्गीकुर्वन्ति वा इति चेत् आं, न अङ्गीकुर्वन्ति. तर्हि क्षम्यताम्, अनुमानं नास्ति, उपमानं न अङ्गीकुर्वन्ति वा इति चेत् आं, न अङ्गीकुर्वन्ति. तर्हि उपमानेन यद् ज्ञानं लभ्यते तद् ज्ञानं साङ्ख्यैः कथं लभ्यते चेत् अनुमाने एव ते तद् अन्तर्भूतम्, उपमानमपि अनुमाने अन्तर्भूतम् इति ते स्वीकुर्वन्ति. यथा नैयायिका अत्र वेदान्ते षट् प्रमाणानि सन्ति, नैयायिकैः अङ्गीकृतचत्वारि प्रमाणानि, तस्मात् अतिरिक्तम् अर्थापत्तिप्रमाणम् अनुपलब्धिप्रमाणम् इति प्रमाणद्वयं. नैयायिकाः किमर्थं ते प्रमाणे द्वे न अङ्गीकुर्वन्ति इति चेत् नैयायिकाः किं वदन्ति, यत् अनुमान अर्थापत्तिप्रमाणेन अनुपलब्धिप्रमाणेन साधयामः तत् अनुमानप्रमाणेन एव साधयितुं शक्नुमः इति कृत्वा अर्थापत्तिप्रमाणम् अनुपलब्धिप्रमाणम् उभयमपि अनुमाने अन्तर्भूतम् इति यथा नैयायिकाः वदन्ति तथा साङ्ख्याः वदन्ति उपमानम् अनुमाने अन्तर्भूतम् इति भवतु. तदनन्तरम् अत्र उपमानप्रमाणं शब्दप्रमाणात् पूर्वं निरूप्यते. किमर्थमित्युक्ते तत्र शक्तिग्रहस्य अस्ति उपयोगः इत्युक्तं. शक्तिः इत्युक्ते किम् इति चेत्, यदि अहं घटः इति शब्दम् उच्चारयामि तत्र घटशब्दे काचन शक्तिः अस्ति. का शक्तिः इति चेत्, घट इति पदेन शब्देन घट इति विषयः यदस्ति यस्मिन् जलं पूरयितुं शक्नुमः, तं घटं सूचयति घटः इति पद इति शब्दः. तर्हि घटः इति शब्दः घटः इति पदार्थं सूचितुं शक्तिः यदस्ति तदेव शक्तिः इत्युच्यते. तस्य शक्तेः ग्रहणम् अत्र पश्यतु. संज्ञासङ्गीसम्बन्धज्ञानम् अनुमितिः. पूर्वम् अरण्यकपुरुषेण किमुक्तं? गवयः इति शब्दः केवलं प्रयुक्तः. तदनन्तरं यदा गवयं पश्यति तत्र अधिदेशवाक्यार्थस्मरणं यदा जायते, तेन सादृश्यज्ञानं यदा प्राप्यते, तदा गवय इति शब्दस्य अर्थः कः इत्युक्ते, गवयशब्दे या शक्तिः अस्ति सा शक्तिः तेन गृह्यते तदा एव. तदेव अनुमितिः इति उच्यते इति कृत्वा, तर्हि अनुमितेः विषयः कः इति चेत्, वस्तुतः शक्तिग्रहणमेव. पदपदार्थयोः, पदम् अपि च पदार्थः, अनयोः मध्ये यः सम्बन्धः अस्ति तस्य ग्रहणमेव उपमितिः. किन्तु तत्र करणं किम् इति चेत्, सादृश्यज्ञानेन तद्गृह्यते इति कृत्वा अत उपमितिः इति उक्तम्. तर्हि उपमित्तौ अपि शक्तिग्रहणमेव क्रियते. पदपदार्थयोः मध्ये शक्ति या शक्तिः अस्ति तस्याः ग्रहणमेव क्रियते इति कृत्वा, उपमानं प्रथमं निरूप्य तदनन्तरं शब्दः निरूप्यते इति उक्तं. बुद्धं खलु? अस्तु, सत्यम्, उत्तमं. तर्हि इदानीम् अग्रे सत्यं मम भगिनी पठति किम् इह अपि? आम् महोदय. इह अपि उपमा उपमितिः इति पदद्वयमपि फलं बोधयति. तच्च फलं वच्यमाणं शक्तिज्ञानरूपं भवति. तस्य साधनबोधनाय करणे लुट् प्रत्यये कृते उपमानपदनिष्पत्तिः तथा च शक्तिज्ञानसाधनम् इति अर्थः फलति. परन्तु उपसर्गपूर्वकमाधाधुना बोधनात् फलमपि वक्ष्यमाणसदृशज्ञानजन्यं शक्तिज्ञानम् एव ग्राह्यं. तथा च तादृशविजातीयशक्तिग्रहस्य यत् करणं तत् उपमानम् इति फलति. इहापि उपमा उपमी इति द्वयमपि फलं बोधयति इति दत्तमस्ति. पदद्वयेनापि फलम् एव उक्तम् अस्ति. तच्च फलं वक्ष्यमाणं शक्तिज्ञानरूपं भवति. फलं किम् इत्युक्ते शक्ति, पदपदार्थयोः मध्ये शक्तिः अस्ति खलु, तदेव फलम् इत्यनेन उक्तमस्ति. पदपदार्थयोः मध्ये सम्बन्धः अस्ति, पदे शक्तिः अस्ति, पदार्थं बोद्धुं शक्तिः अस्ति. ओ ओके, एवं वक्तव्यं. पदे शक्तिः अस्ति, पदपदार्थयोः सम्बन्धः यदस्ति तदेव शक्तेः ग्रहणं, शक्तिग्रहणम्. अस्तु, अग्रे. तस्य साधनबोधनाय तत् करणम् इति भवान् उक्तवान् अत्र. सम्बन्धज्ञानस्य करणं, तत् साधनबोधनाय करणे लुट् प्रत्यये कृते उपमानपदं निष्पद्यते. कथम् उपमानपदस्य निष्पत्तिः इति उक्तं. तथा च शक्तिज्ञानसाधन साधनम् इति अर्थः. साधनम् अस्मिन् अर्थे तत् करणम् इत्यस्मिन् अर्थे साधनम् इति प्रयुक्तमस्ति. शक्तिज्ञानसाधनम् इति अर्थः. शक्तेः ज्ञानं शक्तिज्ञानं तस्य साधनम्, ज्ञानस्य साधनं शक्तिज्ञानसाधनम्. अतः एव लुट् प्रत्यय कारणार्थे प्रयुक्तमस्ति. शक्तिज्ञानमेव. परन्तु उपसर्गपूर्वकमा धातुना बोधनात् अधुना बोधनात् फलमपि वक्ष्यमाणसदृशज्ञानजन्यं शक्तिम् एव सादृश्यज्ञानजन्यं शक्तिज्ञानम् एव ग्राह्यम्. अत्र सम्बन्धज्ञानं सादृश्यज्ञानम् अपि तदेव पूर्वस्मिन् वाक्ये अपि उक्तम् उपसर्गपूर्वकः. अत्र तु साधनम् इति उक्तम्, इदानीं फलम् अपि तेन ग्राह्यते इति. हा इत्युक्ते करणम् अपि च फलम्, कर्म अपि च करणम् उभयमपि अनेन पदेन उक्तम् इति उक्तं तावत्. तथा च तादृशविजातीयशक्तिग्रहस्य यत् करणं तत् उपमानम् इति फलति. विजातीय तादृशविजातीय इत्युक्ते अत्र किम् अस्ति इत्युक्ते सादृशज्ञानेन एव अत्र शक्तिग्रहः भवति खलु. शक्तिग्रहः पदपदार्थयोः मध्ये शक्तिग्रहः भिन्नभिन्नरीत्या भवितुमर्हति. मम पौत्रः अस्ति, एतावत्पर्यन्तं सः घटः इति पदमेव न श्रुतवान् इति चिन्तयतु. तर्हि तं प्रति अहं घटः इति पदम् अहं प्रयोगं करोमि इति चिन्तयतु. तर्हि घटः इत्युक्ते किम् इति सः पृच्छति. तर्हि साक्षात् घटं स्वीकृत्य एषः एव घटः इति यदा अहं वदामि तदा घटः इति पदं घटः इति पदार्थयोः तयोः मध्ये यः सम्बन्धः अस्ति शक्तिग्रहः सः गृह्यते खलु. तत्र सादृश्यं दृष्ट्वा गृह्यते वा? पदार्थमेव अस्ति खलु. सादृश्यं दृष्ट्वा गृह्यते वा इति मम प्रश्नः. नास्ति, तत्र सादृश्यं नास्ति खलु. नास्ति, साक्षात् प्रत्यक्षेण सः गृह्यते. प्रत्यक्षेण पदे या शक्तिः अस्ति, पदार्थं बोद्धुं या शक्तिः अस्ति, सा शक्तिः केन प्रमाणेन गृह्यते इति चेत् साक्षात् प्रत्यक्षेण गृह्यते सः. तर्हि शक्तिग्रहं भिन्नभिन्नप्रमाणेन भवितुम् अर्हति. तत्र विजातीयम् इत्युक्ते यत्र सादृश्यज्ञानेन शक्तिग्रहं भवति तदेव उपमितिः. सादृशज्ञानेन शक्तिग्रहः भवति चेत् तस्य करणं यदस्ति तदेव उपमानम् इति फलति. इत्युक्ते यद् पौत्रस्य विषये मया उक्तं, तत्र सादृश्यज्ञानेन शक्तिग्रहः न कृतः इति कृत्वा तद् उपमितिः न भवति. इदानीम् अवगतवती. हा इति बोद्धुं तत्र विजातीयशक्तिग्रहः इत्युक्ते सादृश्यज्ञानेन यदा शक्तिग्रहः भवति तदा तस्य करणं भवति उपमानम् इति. अस्तु, धन्यवादः भगिनी. अग्रे रमेश महोदय. तत्र लक्षणघटकीभूतं भूत न तत्र लक्षणघटकीभूतां उपमितिं लक्ष्यति संज्ञे लक्षयति संज्ञा इति संज्ञेति संज्ञापदं संज्ञीपदवाच्यः तयोः सम्बन्धः शक्तिः ईश्वर इच्छारूपा तस्याः ज्ञानम्। वक्ष्यमाण उदाहरणे हि गवयपदस्य गवये शक्तिः इति निर्धार्यते। सा शक्तिः एव पदपदार्थयोः सम्बन्धः। पूर्वज्ञानेषु अविषयः उपमितौ विषयः। तत्र लक्षणघटकीभूतां उपमितिं लक्षयति। लक्षणघटकीभूताम् यत् सादृश्यलक्षणमस्ति तस्य यत्र यत्र तस्य घटनं भवति तद् उपमितिं भवति वा? न, अत्र लक्षणं किम्? गोसदृश्यः यदस्ति तद् गवयः इति गोसदृश्यमेव लक्षणमस्ति वा? न न, उपमितिकरणम् उपमानम् इति उक्तं खलु। उपमितिकरणम् उपमानम्, हा, तर्हि इदानीम् उपमितिकरणम् उपमानम् इत्यत्र लक्षणं किं, लक्ष्यं किम्? उपमितिकरणम् इति लक्षणम्, उपमानम् इति लक्ष्यम्। उत्तमं, तर्हि उपमानम् इति इत्यस्य लक्षणवाक्ये यत् घटिकं यत् घटितमस्ति पदम्, उपमिति इति पदमस्ति खलु तत्र, तम् उपमितिं ताम् उपमितिं लक्षयति इदानीम्। लक्षणघटकीभूत इत्युक्ते उपमानम् इति पदस्य लक्षणे, उपमितिकरणम् उपमानम् इति लक्षणे, उपमितिकरणम् इति लक्षणे घटितं यत् पदम् उपमिति इति पदं ताम् उपमितिं लक्षयति। अग्रे अग्रिमवाक्ये उपमिति इत्यस्य लक्षणं किम्? संज्ञा इति न, अत्र सम्पूर्णवाक्यं पठतु, अग्रिमवाक्यं पठतु उपरि। संज्ञा इति यत् संज्ञा इति पदमस्ति, संज्ञा इति पद तर्कसङ्ग्रहवाक्यमस्ति, तर्कसङ्ग्रहवाक्यं संज्ञा संज्ञी सम्बन्धज्ञानम् उपमितिः। अत्र लक्षणं किं, लक्ष्यं किम्? लक्षणं संज्ञा संज्ञी सम्बन्धज्ञानम् इति लक्षणम्। उत्तमम्, उपमितिः लक्षणं, लक्ष्यं, लक्ष्यं। तर्हि अस्मिन् वाक्ये लक्ष्यमस्ति उपमितिः, पूर्वस्मिन् वाक्ये उपमितिः इति लक्षणं भवति। तर्हि उपमितिं लक्षयति केन? संज्ञासंज्ञीसम्बन्धज्ञानम् इति पदेन उपमितिं लक्षयति, संज्ञा इति लक्षयति। तर्हि इदानीं संज्ञासंज्ञीसम्बन्धज्ञानम् इत्यत्र संज्ञा इति पदं, संज्ञी इति पदं, सम्बन्धः इति पदं, ज्ञानम् इति पदमस्ति खलु, तस्मिन् विषये वदति। संज्ञा इत्युक्ते किम्? संज्ञा इत्युक्ते पदम्। हा, संज्ञी इत्युक्ते किम्? पदं, पदवाच्यः इत्युक्ते पदं, पदार्थः यदस्ति इत्युक्ते पदस्य अर्थः, पदार्थः, पदार्थः एव पदवाच्यः इति उच्यते। संज्ञा इति पदं, संज्ञी इति पदवाच्यः, तदनन्तरं तयोः, तयोः सम्बन्धः एव शक्तिः। हा, तयोः सम्बन्धः शक्तिः, तदेव तदेव शक्तिः इति कथ्यते। शक्तिः कीदृशशक्तिः इत्युक्ते ईश्वर इच्छारूपा शक्तिः इति। उत्तमम्, हा, अग्रे शाब्दखण्डे भवति इत्युक्ते, अस्तु पश्यतु, इदानीं भवतः नाम किं? रमेश् इति खलु, भवतः नाम रमेश् इति केन स्थापितम्? पितरौ स्थापितम्, पित्रा खलु, पित्रा स्थापितं, भवतः पित्रा स्थापितम्, अस्तु, इदानीं घटः इति अस्ति खलु, घटः इति पदं, घटः इति पदार्थं बोधयति, घटः अपि च घट इति पदार्थः तयोः मध्ये या शक्तिः अस्ति, तर्हि घटः इति पदार्थस्य घटः इति नाम भवतु इति केन स्थापितम्? ईश्वरेण स्थापितम्। हा, तर्हि ईश्वर इच्छाविषयः अस्ति, तदेव। तर्हि अत्र शक्तिः, पदपदार्थयोः मध्ये या शक्तिः अस्ति तत् तस्य विषयः इति चेत् ईश्वर इच्छाविषयः अस्ति, ईश्वरेण स्थापितम् इति नैयायिकाः स्वीकुर्वन्ति। सर्वैः एवं न स्वीकृतम्, किन्तु नैयायिकाः किं वदन्ति, पदपदार्थयोः मध्ये या शक्तिः अस्ति, सम्बन्धः अस्ति, तस्य सम्बन्धस्य नाम अस्ति शक्तिः, सा शक्तिः कथं जातं, केन स्थापितम् इति चेत् ईश्वरेण स्थापितं। कथं स्थापितं? केवलम् इच्छा कृतः ईश्वरेण। भवतु, अस्य पदार्थस्य घटः इति नाम भवतु, यथा भवतः पित्रा अस्य शिशोः नाम रमेश इति भवतु इति स्थापितं, तथा अस्य पदार्थस्य घटः इति नाम भवतु इति ईश्वरेण इच्छया तस्मिन् शक्ति दत्तम्। घटः इति पदे तादृशशक्तिः केन दत्ता इति चेत् ईश्वरेण दत्ता इति वक्तव्यं, तदेव अत्र उक्तं। पुनः तस्य शक्तेः ज्ञानं, तस्याः ज्ञानम् उपमितिः। अस्तु, अग्रे वक्ष्यमाण महोदय, वक्ष्यमाण उदाहरणे एक स्वामिमहोदय पृच्छतु। महोदय, शक्तिः इति पुनः एकवारं किम् इति वदति वा नैयायिकदृष्ट्या? केवलं पदम् अपि च पदार्थः, पदम् अपि च पदार्थः, अनयोः मध्ये यः सम्बन्धः अस्ति खलु, घटः इति यदि अहं वदामि, भवान् घटमेव आनयति न तु पटम्। सत्यं महोदय। तर्हि इदानीं घट इति शब्देन गकारः अकारः तकारः अकारः इति तादृश आनुपूर्वीशब्देन घटः इति पदार्थः, घटः इति शब्दः घटम् इति पदार्थं बोधयति खलु, तत् कथम् इति चेत् तयोः मध्ये कश्चन सम्बन्धः अस्ति, सः सम्बन्धः एव शक्तिः। यथा इदानीं भवतः नाम किं? स्वामी रघुवीरानन्द। आं महोदय। किन्तु स्वामी रघुवीरानन्द इति केवलं नाम अस्ति, संज्ञा अस्ति, संज्ञा। तर्हि संज्ञी का इति चेत् भवान् एव। आं महोदय। तर्हि तत्र स्वामी रघुवीरानन्द इति संज्ञा स्वामी रघुवीरानन्द इति व्यक्तिं सूचयति इति तत्र तयोः मध्ये सम्बन्धः केन कारितः? संन्यासदीक्षा यदा भवता प्राप्तं तदा भवतः नाम स रघुवीरानन्द इति भवतु इति केन उक्तम्? गुरुणा। हा, तर्हि इदानीं शक्ति स्वामी रघुवीरानन्द इति संज्ञा, स्वामी रघुवीरानन्द इति व्यक्तिः, तयोः मध्ये संज्ञासंज्ञयोः मध्ये या शक्तिः अस्ति सा तस्य इच्छायाः अधीना चेत् भवतः गुरोः इच्छाधीना न तु ईश्वराधीना, ईश्वर इच्छाधीना खलु। सत्यं, तदेव। तर्हि शक्तिः नाम का इति चेत् पदपदार्थयोः मध्ये यः सम्बन्धः अस्ति तदेव शक्तिः। अत्र पदम् इति भवान् वदति, शब्दः न तु? पदम् इत्युक्ते शब्दः एव। अस्तु, पदम् इत्युक्ते शब्दः एव, पदम् इति पारिभाषिकशब्दः, सुत्तिगन्तं पदम्। शब्दः यदा कदापि न उच्चारयामः खलु, पदमेव वाक्यप्रयोगं कुर्मः। हा, व्याकरणरीत्या भाषायां, व्याकरणरीत्या त्यजतु, भाषायां व्याकरणम् अनुसृत्यैव वाक्यानि रचयामः खलु। आं महोदय। पदमेव प्रयोक्तुं शक्यते, प्रातिपदिकं यदा कदापि वाक्ये न भवति, अतः अत्र पदम् इति प्रयुक्तं न तु शब्दः. शब्दः इति चेत् तत्र क इति अपि शब्दः भवति, अक्षरः वर्णः अपि शब्दः भवति, प्रातिपदिकमपि शब्दः भवति, धातुः अपि शब्दः भवति. किन्तु अत्र संज्ञा इत्युक्ते पदमिति किमर्थम् इति चेत् तत्र पदमेव प्रयुज्यते शाब्दबोधार्थम् आम् इति कृत्वा अत्र पदम् इति उक्तम्. अस्तु अग्रे रमेश महोदय वक्ष्यमाण. वक्ष्यमाण उदाहरणे हि गवयपदस्य गवये शक्तिः इति निर्धार्यते. अत्र यत् उदाहरणमस्ति गवय इति पदस्य यत् उदाहरणं दत्तमस्ति तत्र गवये शक्तिः इति निर्धार्यते. तस् गवये इति पशौ शक्तिः निर्धार्यते. सा शक्तिः एव पदार्थयोः सम्बन्धः पूर्वज्ञानेषु अविषयः उपमितौ विषयः. तर्हि तत्र यत् पदपदार्थयोः यत् सम्बन्धः अस्ति तदेव शक्तिः अस्ति. तस्य पूर्वज्ञानं न भवेत् इति दत्तमस्ति. यदि तादृशपूर्वज्ञानं नास्ति तत् ज्ञानेषु अविषयः. हा पूर्वज्ञानेषु अविषयः तर्हि तस्य पूर्वज्ञानं न भवेत्. न न पूर्वज्ञानानि कानि इति वदतु. पूर्वज्ञान गोसादृश्यं गवयः इति यत् तद् ज्ञानं भवेत्. प्रत्यक्षज्ञानमपि भवेत्. गोसदृशः गवयः इत्यस्मात् पूर्वं किं ज्ञानं भवेत्? गोः गौः ज्ञानं भवेत्. उत्तमम् उत्तमं बहु उत्तमं. तर्हि गो इति शब्दस्य ज्ञानं भवेत्, गौः ज्ञानं भवेत्, गोः ज्ञानं भवेत्, तयोः मध्ये शतिग्रहः भवेत्, तदनन्तरं सदृश इति पदस्य ज्ञानं भवेत्, तदा एव गोसदृशो गवयः इति वाक्यं यदि आरण्यकः वदति भवता अवगन्तुं शक्यते खलु. तर्हि एतानि ज्ञानानि आवश्यकं. तस्मात् तदनन्तरमपि यदा गवयं पश्यति तत्र सादृश्यम् अस्ति इति अपि ज्ञानं भवेत्. तावत्. तर्हि बहूनि ज्ञानानि अपेक्षितानि सन्ति. तेषु सर्वेषु ज्ञानेषु एषः सम्बन्धः गवय इति पदं गवय इति पशु अनयोः मध्ये यः सम्बन्धः अस्ति सः सम्बन्धः विषयः नास्ति खलु पूर्वेषु ज्ञानेषु. हा पूर्वेषु ज्ञानेषु विषयः नास्ति इति एव अत्र सम्बन्धः उपमितौ विषयः भवति इति उक्तम्. अस्तु बहु समीचीनं धन्यवादः महोदय. अग्रे स्वामी महोदय पठति किम्? स्वामी महोदय अस्तु वर्षा भगिनी तथा हि कश्चित् नागरिकः गवयपदस्य कः अर्थः इति न जानाति. तं प्रति आरण्यकः कश्चित् गोसदृशगवयः इति ब्रूते. ईदृश एतद् वाक्यात् शाब्दबोधः गोसदृश अभिन्नः गवयः इति. यद्यपि श्रोतुः गवयपदस्य शक्तिग्रहः नास्ति तद् अभावे च कथं गोसदृशः गवयः इति वाक्यात् शाब्दबोधः भवेत्. यतः हि शाब्दबोधं प्रति वाक्ये विद्यमानानां निखिलपदानाम् अर्थज्ञानेन भवितव्यम् इति अग्रे वक्ष्यते. तत्तु स्पष्टमेव अस्ति. अत्र कथं शक्तिग्रहणं भवति इति एव प्रश्नः अत्र अस्ति. शाब्द तत् गवयशब्द गवयशब्दगोसदृशः गवयः इति वाक्यात् शाब्दबोधः कथं भवति इति एव प्रश्नः. शाब्दबोधं प्रति यत् वाक्ये विद्यमानानां निखिलपदार्थानाम् अर्थज्ञानेन एव भवितव्यम् इति अग्रे वक्ष्यति इति एव इति अपि दत्तमस्ति. इत्युक्ते शाब्दबोधः इति अग्रिमप्रमाणमस्ति शाब्दम् इति खलु. तर्हि एकस्मिन् वाक्ये यानि पदानि सन्ति तेषां पदानाम् अर्थः न ज्ञायते चेत् वाक्यस्य अर्थः न ज्ञायते खलु. तर्हि इदानीं गवय इति पदम् अस्मिन् वाक्ये प्रयुक्तम्, तस्य ज्ञानम् अस्ति वा न हा इति कृत्वा प्रश्नः उदेति. तर्हि गोसदृशः गवयः इति श्रुत्वा आम् अवगच्छामि इति कोऽपि वदति चेत् गवय इति केवलं शब्दः एव श्रुतः, न तु तस्य अर्थः बुद्धः. यथा गोसदृशः गगबुगै इति यदि अहं वदामि गगबुगै इति श्रुतं, किन्तु तस्य अर्थः कः इति भवन्तः न जानन्ति. यावत्पर्यन्तं गगबुगै इत्यस्य अर्थः न जानन्ति तावत्पर्यन्तं गोसदृशः गगबुगै इति वाक्यस्यापि अर्थः न जानन्ति एव. इति कृत्वा अत्र शाब्दबोधः कथं जायते इति प्रश्नः. अस्तु अग्रे. तथा तथा च उपमालफलं गवयपदशक्तिग्रहः न एतावता श्रोतुः अस्ति इति कथं तस्य शाब्दबोधः इति शङ्का भवति. तथापि अत्रत्यं गवयपदं न गवयत्वजातिविशिष्टं ज्ञापयति, किन्तु गवयपदवाच्यत्वेन कञ्चन पदार्थम्. अत्र जातिविशिष्टं किम् इति न ज्ञापयति, परन्तु तद् गवयम् इति एकः पदार्थमस्ति इति एव ज्ञानं भवति. गवयपदवाच्यत्वं कस्मिंश्चित् पदार्थे अस्ति. गवयपदवाच्यः कः? यः व्यावृत्तिः अस्ति. गवयत्वजातिविशिष्टं पदार्थे गवयत्वपदवाच्यत्वमस्ति. तर्हि गवयत्वजातिविशिष्टं तेन ज्ञातं वा इति चेत् न. किं ज्ञातं? गवयपदवाच्यत्वं यस्मिन् अस्ति तादृश कश्चन पदार्थः अस्ति. कः सः पदार्थः इति न जानाति. अस्तु अग्रे. महोदय एकः शङ्का अस्ति, वेरि स्माल् वन् बट् इट्स् स्टिल् वाण्ट् टु क्लारिफै. गवयत्वजातिविशिष्टम् इत्युक्ते अत्र गवयस्य लक्षणम् इति एव भवेत् किल महोदय? बिकास् दट् इस् द थिङ्ग् दट् विल् लक्षणम् इति लक्षणमिति न वक्तव्यम्. इत्युक्ते गवि किमस्ति? गोत्वमस्ति. उत्तमं. गोत्वं गवि गोत्वमस्ति. गोत्वं नाम किम्? कश्चन धर्मः गवि अस्ति इति. हा इत्युक्ते गोत्वं तत्र नैयायिकाः किं वदन्ति? शासनादिमत्वम्. दट् इस् लक्षणं नो. सत्यं. तर्हि अत्र अत्र लक्षणं शासनादिमत्वम् इति न उक्तं, केवलं गोत्वम् इति पदं प्रयुक्तं तावदेव. इत्युक्ते गवी गोत्वमस्ति. गोत्वं नाम किम् इति चेत् शासनादिमत्वम् इति कृत्वा. तर्हि सर्वत्र शासनादिमत्वं शासनादिमत्वम् इति न वक्तव्यम्. एकवारं वदामश्चेत् ज्ञायते, तदनन्तरं गोत्वं यस्मिन् अस्ति. अस्तु अद्य प्रथमवारं मम पौत्रः गां पश्यति, तर्हि एषा गौः यस्मिन् गोत्वमस्ति. तर्हि कथम् अहं जानामि गोत्वमिति? अत्र शासनाधिपत्वमस्ति इति कृत्वा एषा गौः. तर्हि अग्रिमे दिने सः किं करोति? अग्रिमेषु दिनेषु केवलम् अत्र गोत्वजातिविशिष्टं दृष्ट्वा तात अत्र पश्यतु गौः अस्ति इति वदति. तर्हि अत्र गौः अस्ति इति यदा पदं प्रयोगं करोति तत्र गवयत्वजातिविशिष्टं मां ज्ञापयति सः. तादृशमत्र नास्ति. यद् आरण्यकेन उक्तं तत्र गोसदृशः गवयः इत्यत्र यदि यद् आरण्यकेन उक्तं तद्वाक्यं श्रुत्वा गवय इति शब्दस्य अर्थः कः? गवयत्वजातिविशिष्टं कश्चन पशुः इति मया न अवगन्तुं शक्यते. किम् अवगन्तुं शक्यते? गवयपदवाच्यत्वं यस्मिन् अस्ति तादृश कश्चन पदार्थः इति अवगन्तुं शक्यते इति तावदेव उक्तम्. अस्तु अग्रे. Mahajan translated in English, it means it is not a comprehensive definition of the Gavaya Shabda, but it is only an indication of the Gavaya Shabda. Ha, it indicates that, what does it indicate? Kim suchayati? Gavaya iti shabdaha. Gosadrisham iti suchayati. It does not say gavayatvam kasminasti, but it says gosadrishaha gavayaha. So if you look at something which resembles a go, then it is a gavaya. Nana, satyam itute atra kinchit itopi spashtataya vaktavyam aham vadami gosadrishaha gavayaha. इति श्रुत्वा तर्हि गवयः इति पदं श्रुतवान् तस्य अर्थः कः इति तेन न ज्ञातं. तर्हि किं ज्ञातं गवयशब्दं श्रुत्वा इति चेत् गवयपदवाच्यत्वं यस्मिन् अस्ति तादृश कश्चन पदार्थः इति ज्ञायते. तर्हि गवयपदवाच्यत्वं कथं मया ज्ञायते इति चेत् गोसादृश्यं यस्मिन् अस्ति सः एव गवयपदवाच्यत्वम् तस्मिन् गवयपदवाच्यम् अस्ति इति प्रत्यक्षेन ज्ञायते तदनन्तरं भवति. किन्तु गवयशब्दस्य गोसदृशः गवयः इत्यत्र गवयशब्दस्य अर्थः अस्ति गोसदृशः इति नास्ति इति नास्ति. किन्तु गवयपदवाच्यत्वं यस्मिन् अस्ति तदेव गवयशब्दस्य अर्थः तावत् शाब्दबोधः जायते. बुध्यते खलु महोदय? सारि महोदय, केन् यु एक्स्प्लेन् इट् इन् इङ्ग्लिश्? ऐ डिण्ट् गेट् इट् पर्फेक्ट्लि. हि सेयिङ्ग् गोसदृशः गवयः. नौ अट् दिस् पायिण्ट् हि डिड् नाट् अण्डर्स्टाण्ड् वाट् इस् द वर्ड् गवय मीन्. सो वाट् हि अण्डर्स्टाण्ड्स् इस् वाट् एवर् दट् वर्ड् गवय इण्डिकेट्स् means what? Gavayapada vachyatvam yasmin asti saha padarthaha gosadrishaha iti saha avagachyati. Okay, he only knows a similarity to the go, which indicates the meaning of the word gavaya. He does not know the exact lakshana of the word gavaya. I'll put it differently in English. When he listens to this sentence go sadrishah gavayah, he does not understand what the word gavaya means. But he understands there is some object indicated by the word gavaya. He understands there is some object indicated by the word gavaya, which object is similar to go. So what does he understand by the word gavaya? He does not understand go sadrisha. He understands there is an object which is similar. So what does he understand by the word gavaya? He understands there is some object. What object? Indicated by the word gavaya. That much. So go sadrishah gavayah iti vakye, go sadrishah iti ekam padam, gavayah iti anyat padam. Gavaya padasya artaha kaha इति चेत् गवयपदस्य गवयपदं श्रुत्वा श्रोतरी किं शाब्दबोधं जायते इति चेत् गवयपदवाच्यत्वं यस्मिन् अस्ति तादृश कश्चन पदार्थः इति ज्ञायते. स च पदार्थः कः इति चेत् गोसदृशः इति अपि ज्ञायते. सो गोसदृशः गवयः, वेन् हि लिसन्स् टु सेण्टेन्स् देयर् आर् टू नालेजेस् नालेज् हि गेट्स्. हि सेस् there is some object that is being indicated by the word gavaya, that is one knowledge, and that object is similar to go, is the second knowledge. The way you are saying it is there is only one knowledge. The way I am saying it is there are two knowledges. Buddhi take him. Haan Murya, parantu atra gavayatva jati vishishtam, if you say what does that exactly mean? See, so there are two knowledges I told you. One is some object, and then that object is similar to go. These are the two knowledge he gets. Now, when in this sentence, go sadrishaha gavayaha, supposing, let us say the opposite is happening. Yadi saha aranye gataha, tatra sakshat tasmat purataha gavayaha asti iti chintayatu. Tarhi idanim, aranyakaha vadati, eshaha gavayaha, yatha, esha gauhu, इति वदामः तथा साक्षात् अत्र सादृश्यं नास्ति एषः गवयः इति आरण्यकः वदति तर्हि मया तत्र गवयशब्दस्य गवयत्वजातिविशिष्टज्ञानं प्राप्तं गवयशब्देन एषः गवयः इति यदा शाब्दबोधं करोति सः तत्र गवयः इति शब्देन किं ज्ञानं गवयशब्दः किं ज्ञापयति इति चेत् गवयत्वजातिविशिष्टं कश्चन पदार्थं ज्ञापयति तदनन्तरं गवयं दृष्ट्वा यदि पुनः मम गृहम् आगत्य अहं गां दृष्ट्वा ते सः गवयः यद् अस्माभिः अरण्ये दृष्टं सः गवयः गोसदृशमस्ति गोसदृशः गवयः इति तदनन्तरं यदि अहं वदामि इदानीम् अत्र गवयशब्देन गवयशब्दः किं ज्ञापयति यदि द्वितीयवाक्ये तु उपमानमेव ज्ञापयति प्रथमवाक्ये तु प्रत्यक्षेन प्रत्यक्षज्ञानं ज्ञापयति न सी इन् दि फस्ट् केस् ऐ हेव् नाट् सीन् द गवया येट् बिफोर् सीयिङ्ग् द गवया सम्बडि सेस् गो सदृशः गवयः वेन् ऐ लिसन् टु दिस् and I'm hearing the word gavaya, what I understand is, there is some object called gavaya, whose name is gavaya. I don't know which that object is. So, in this case, where I am listening to the word gavaya before I am seeing the actual pashu, then gavaya shabdena kim maya jnatam iti chet, gavaya pada vachyatvam yasmin asti tadrisha kaschana padarthaha asti iti eva maya jnanam bhavati. In the second instance, where somebody is introducing the word, right in front is gavaya. So he says, eshaha gavaya. Now I know what is gavaya. Then when I am coming back home, now I know what is go, I know what is gavaya, everything I know. Then I am making the sentence. Hey, this cow, you know, this that gavaya that is there is go sadrishaha. Gavaya, go sadrishaha, iti after seeing the gavaya when I say in this sentence gavayah go sadrishah ityasmin vakye gavaya shabdena kim gavaya shabdah kim nyapayati iti chet gavayatva visishta gavayatva jati visishtam kashchana padarthah nyapayati budhyate kalu ha mohya budhyate ha iti beda तर्हि पदार्थम् अदृष्ट्वा केवलं शब्दः शृणुमः चेत् तत्र गवयशब्दः किं ज्ञापयति इति चेत् गवयपदवाच्यत्वं यस्मिन् अस्ति तादृशपदार्थं ज्ञापयति किन्तु तत्र व्यक्तिं दृष्ट्वा तदनन्तरपदप्रयोगं कुर्मश्चेत् तेन पदेन किं ज्ञातम् इति चेत् गवयत्वजातिविशिष्टं पदार्थं ज्ञापयति स च शब्दः इति भेदः Why this discussion is coming is because atra akshepaha krutaha kalu tahi vakya bodha katam jayate gavaya iti padartham adrishtva gavaya iti shabdam prayuktam chet artha bodha na jayate yatha maya idanim guna sadrishaha gaga bugai iti yadi aham vadami tatra gaga bugai iti te kim iti yavat paryantam bhavantah na jananti tarhi guna sadrishaha gaga bugai iti kevalam uktva गगभुगम् आनय इति यदि अहं वदामि भवद्भिः किमपि कर्तुं न शक्यते गगभुग इति न अवगतं खलु इति कृत्वा सो दिस् इस् दि आक्षेप हि सेस् शाब्दबोधः एनेव जायते शाब्दबोधः न जायते चेत् कथं वा सादृश्यज्ञानं स्मरणम् इति एतत् सर्वं भवति इति पूर्वपक्षिणः आक्षेपः तस्य उत्तरमस्ति भोः अत्र शाब्दबोधः जायते कीदृशशाब्दबोधः इत्युक्ते गवयत्वजातिविशिष्ट तं कश्चन पदार्थम् इति शाब्दबोधः न भवति, किन्तु गवयपदवाच्यत्वं यस्मिन् अस्ति तावत् शाब्दबोधः जायते. लैक् ऐ गिव् यु अनदर् एक्साम्पल्. मै ग्राण्ड्सन्स् नेम् इस् विष्णु. Now, on hearing the word Vishnu, you don't know who is Vishnu. You have not seen him. Supposing there are 10 children in front of you, and I'm merely saying, my grandson's name is Vishnu, you will not be able to identify who that Vishnu is. But you can't say, I don't understand. You understand this sentence. Without knowing Vishnu, you understand what the sentence means. What is your understanding? That there is a person, a Balaka, who is named Vishnu, who is the grandson of Shukonamji. That much you understand. You don't say, I don't understand at all. Then once I tell you, Yeshaha Vishnu, then you are able to connect. So the Akshepaka says, I don't understand. How can understanding take place? Padartha Jnanam Vina, Shabdabodaha Katam Jayate. It is Shabdabodaha Jayate. किन्तु कीदृशशाब्दबोधः इत्युक्ते देर् इस् अ पर्सन् हू इस् काल्ड् विष्णु हू इस् द ग्राण्ड् सन् हूम् दट् पर्सन् इस् यु डोण्ट् नो बट् यु नो दिस् मच् दट् देर् इस् अ पर्सन् तदेव अत्र उक्तं गवयपदवाच्यत्वम् इति कश्चन पदार्थः ज्ञायते न तु गवयत्वजातिविशिष्टम् इति बुध्यते खलु भगिनि अस्तु अग्रे तथा च गोसदृशः गवयपदवाच्यः इत्येव आदौ बोधः अत एव एतद् वाक्यं प्रान्तभाषासु जोगाय जैसा दिक्ता है वही गवयपद का अर्थ है इति अनूद्यते. तत्र गवयः इत्यस्य गवयपदक अर्थ इति अनुवादः इदमेव साधयति. तदेव दत्तमस्ति तर्हि अर्थपदार्थं न ज्ञातं चेत् केवलं पदमेव श्रुतं चेत् किमपि अर्थबोधः न जायते इति न वक्तव्यम्. सपोजिङ्ग् इफ् ऐ ओन्ली सेड् गगबुगै, ऐ डिड् नाट् से गोसदृशः गगबुगै, ऐ सिम्प्ली सेड् गगबुगै, दट् विल् बी काल्ड् जिबरिश्. देर् इस् नो अर्थबोध दट् इस् देर् बिकास् यु डोण्ट् इवन् नो वाट् इस् द काण्टेक्स्ट्. बट् इफ् ऐ से गोसदृशः गवयः, then there is definitely an arthabodha that takes place. But you still do not know what is go. Kashchana padarthah asti, gavaya shabda vachyah, kashchana padarthah asti, yaha padarthah gosadrishah asti iti jnayate, kintu sacha padarthah kahata iti na jnayate. Evam, atra, you see, this shabdabodha when it comes, it's going a little... See, supposing if I just said gagabugai, tari idani maya kimuktam iti prishte sati bhavati apa vadati gagabugai iti maya uktam, tari shabda jnanam jatam kintu artha jnanam na jatam, api cha gavaya pada vachya gagabugai pada vachyatvam api na jnatam kevalam shabdaha shrutah tavadev. So you can say I just heard some sound, or I heard something where I understand more than the sound. I understand go sadrishah gavayah iti uktam chet, then you know it has to be an animal, because only then it can be compared. It has to also probably have four legs. All those things you get to know. It has a tail, it may be having a horn. All these things you get to know additionally. Go sadrishah yadi gagabugai iti aham vadami tatra kevalam gagabugai iti shrutam tavadeva, kintu go sadrishah gagabugai इति यदा वदामि तत्र गगबुगै इत्यस्मात् इत्यस्य अपेक्षया अधिकं ज्ञानं प्राप्यते. पशुः काचन पशुविशेषः, देन् इट् मे हाव् फोर् लेग्स्, इट् मे हाव् टु हार्न्स्, इट् मे हाव् अ टेल्, इट् मे बि आफ् सिमिलर् सैज़्. आल् दीस् थिङ्ग्स् यु केन् नो बै जस्ट् सेयिङ्ग् वन् मोर् वर्ड् गो सदृशः, बट् यु स्टिल् डु नाट् नो वाट् दट् इस्. देन् वन् यु सी इट् the knowledge becomes complete. So in pratyaksha gyanam there is nothing called incomplete complete knowledge, but in shabda bodha there can be stages of completeness, and all this is very important. Vedante api tatra vachyartah tadantaram lakshyartah atra shabda bodhe api agacchati vachyartah gaunartah mukhyartah iti etat sarvam. So you understand something but you don't understand it in entirety. Astu अग्रे गच्छामि. अग्रे धन्यवादः भगिनी. अग्रे सतीभामा भगिनी पठति किं महोदय? तत्रापि गोसदृशः इत्यस्य को अर्थः? गौः खुरविषाणलाङ्गूलादिमति यथा तद्वदेव यः भवति सः गोसदृशः इत्युच्यते. एवञ्च गवे पदार्थः गोसदृशः इति आरण्यकवाक्यात् भवति बोधः. ततः नागरीकः एषः आरण्यं प्रति गतः. तत्र च कस्मिंश्चित् पिण्डे विषाणलाङ्गूलादिधर्मान् पश्यति. इदमेव गोसदृशज्ञानम् इति उच्यते. गोसादृश्यज्ञानम् इति उच्यते. उपमितेः फलरूपायाः इदमेव कारणम्. तादृशकरणं सादृशज्ञानेन आरण्यकपुरुषेण यदुक्तं तत् तस्य पुनरपि स्मर्यते. गोसदृश गवेपदवाच्यः इदमेव अधिदेशवाक्यार्थ स्मरणम् इत्युच्यते. तत् परं ततः परम् अयं गवयत्वविशिष्टः गोपदवाच्यः इति शक्तिग्रहः. गोपदवाच्यः अत्र गवपदवाच्यः इति मम पुस्तके अस्ति. गवयपदवाच्यः इति एव समीचीनं. गवयपदवाच्यः एव समीचीनं खलु? आम् इति शक्तिग्रहः उत्पद्यते. तथा च अनुमानशब्दयोः अपि अत्रापि शब्दयोरिव अत्रापि भवति क्रमः. तत् अधोभागे दत्तमस्ति. सम्मरिव दत्तमस्ति. तत् गोसदृशः इत्यस्य कः अर्थः? गोसदृशः गवयः इत्यस्य अर्थः कः इति उक्तः प्रश्नः. तत्र गौः इत्यस्य लक्षणं कथम् अत्र कथम् अवगन्तव्यम् इति चेत् गोसदृशः गवयः इति वाक्यमस्ति खलु, तत्र गवयपदस्य अर्थः कः इति पूर्वस्मिन् परिच्छेदे अवगतं. गवयशब्दस्य अर्थः इत्युक्ते किम् इति चेत् गवयशब्देन गवयशब्दः किं ज्ञापयति इति चेत् गवयत्वजातिविशिष्टं न ज्ञापयति, किन्तु गवयपदवाच्यत्वं यस्मिन् अस्ति कश्चन पदार्थः तं पदार्थं ज्ञापयति इति अवगतं. तर्हि इदानीं वाक्ये अन्यत् पदं किं? गोसदृशः इति. तस्य अर्थः कः इति चेत् इदानीं वदति. गोसदृश्यम् इत्युक्ते गोः लक्षणं कथम् इति दत्तमस्ति. अत्र गुरविषाणादिलाङ्गूलादिमति इति तद्वदेव यः भवति. अस्य इत्युक्ते लाङ्गूलम् इत्युक्ते तादृश कश्चन प्राणी अस्ति. सो द अप्यरेन्स् रूपं कथम् अस्ति इति एव दत्तमस्ति. इत्युक्ते गोसदृशः इति पदस्य अर्थः इति किम् इति चेत् गोः पुरविषाणलाङ्गूलादिवति यथा अस्ति तद्वदेव यः भवति सः गोसदृशः इत्युच्यते इति अवगच्छति सः. अस्तु अग्रे. एवञ्च गवयपदार्थः गोसदृशः इति आरण्यकवाक्यात् भवति बोधः. एतत् बोधः एव भवति तस्य वाक्येन. ततः कश्चन पदार्थः गवयपदार्थः गवयपदार्थः गोसदृशः अस्ति इति गोसदृशः गवयः इति वाक्यं श्रुत्वा कः बोधः जायते इति चेत् गवयपदार्थः गोसदृशः तादृश कश्चन पदार्थः अस्ति इति एव बोधः इत्युक्ते गवयपदार्थम् उद्दिश्य गोसादृश्यं तस्मिन् विधीयते गवयपदार्थः गोसदृशः इत्यत्र उद्देश्यते भावः अस्ति अस्तु अग्रे ततः नागरीकः एषः आरण्यं प्रति गतः तत्र च कस्मिंश्चित् पिण्डे विषाणलाङ्गूलादिधर्मान् पश्यति इदानीं सः कश्चन पदार्थं पश्यति तत् तस्मिन् एतत् रूपलावण्यम् अस्ति इति अत्र तादृशधर्मं तस्मिन् आरोपयति आरोपयति न अत्र पश्यति साक्षात् साक्षात् पश्यति इदमेव गोसदृशज्ञानम् इति उच्यते सादृश्यज्ञानम् इति उच्यते इदानीं सः तादृश रूपं कस्मिंश्चित् पदार्थे पश्यति अतः इदानीं तयोः मध्ये सादृश्यम् अस्ति तदेव सादृश्यज्ञानम् इति उच्यते तर्हि सादृश्यज्ञानम् इत्युक्ते किम् पूर्वं यद् वाक्येन उक्तमस्ति तत् ज्ञानम् इदानीं साक्षात् पदार्थे पश्यति पदज्ञानं पदार्थे पश्यति साक्षात्कारं कृतम् अतः साक्षात् पश्यते सः पदपक्षात् किं साक्षात् सादृश्यं पश्यति वा नो चेत् साक्षात् विषाणलाङ्गूलादिधर्मान् पश्यति वा धर्मान् पश्यति पश्यतु अत्र किञ्चित् सूक्ष्मरीत्या अत्र द्रष्टव्यम् सादृश्यं न द्रष्टुं शक्यते आम् किं द्रष्टुं शक्यते अस्मात् पुरतः यदस्ति तदेव द्रष्टुं शक्यते खलु आम् आम् सादृश्यम् इदानीं गौः अस्माकं पुरतः अस्ति किम् नास्ति तर्हि पुरतः अस्ति चेत् प्रत्यक्षेन सादृश्यज्ञानं प्राप्तुं शक्नुमः किन्तु गौः इदानीं पुरतः नास्ति केवलम् अत्र विषाणलाङ्गूलादिधर्मान् पश्यति तावदेव पश्यति किन्तु तादृशप्रत्यक्षज्ञानम् एव उपमानखण्डे सादृश्यज्ञानम् इति उच्यते अधः एव अहं चिन्तितवती गोत्वं तस्मिन् आरोपयति इति न न सर्वम् अत्र किं न तादृशं न लिखितं खलु अतः अत्र किमपि न आरोपितं सादृश्यं न पश्यति केवलं विषाणलाङ्गूलादिधर्मान् पश्यति तद्दर्शनमेव गोसादृश्यज्ञानम् इति उपमानखण्डे उच्यते कथम् इति अग्रे पश्येम अग्रे पठतु उपमितेः फलरूपायाः इव इदमेव कारणम् करणम् इदमेव फलरूप तर्हि करणं किम् एतत् ज्ञानं गोसदृशज्ञानम् इति किम् इदानीं यत् पूर्वं पदपदार्थयोः सम्बन्धः यत् उक्तमस्ति तत् न यत् पूर्वं तस्मिन् एकं ज्ञानमस्ति खलु गवेः तत्सर्वम् इदानीं न उक्तं खलु न उक्तं परन्तु एकनिमिषं शृणोतु अत्र किं पठति तद् आधारीकृत्य वदतु भवतः भवत्याः मनसि किमस्ति इति मा वदतु कृपया इदानीं पिण्डे सः धर्म विषाणलाङ्गूलादिधर्मान् पश्यति तावदेव तर्हि प्रत्यक्षज्ञानमेव करणम् अत्र सादृश्यज्ञानम् आरोपणं स्मरणम् इति एतत् किमपि न उक्तं केवलं गवयं यदा पश्यति तद्दर्शनं प्रत्यक्षज्ञानम् एव करणम् तदनन्तरं तावदेव उक्तम् एतावत्पर्यन्तं तादृशसादृश्यज्ञानेन आरण्यकज्ञानेन इत्युक्ते प्रत्यक्षज्ञानेन इति अवगन्तव्यं प्रत्यक्षज्ञानेन आरण्यकपुरुषेण यदुक्तं तद् तस्य पुनरपि स्मर्यते इदानीमेव तस्य स्मरणम् उद्भूतं भवति ओके भवती कथम् उक्तवती प्रथमं स्मरणं भवति तदनन्तरं सादृश्यं पश्यति इति नास्ति प्रथमं गवयं पश्यति प्रत्यक्षज्ञानं भवति तदनन्तरं तेन ज्ञानेन यः संस्कारः अस्ति सः उद्भूतः जायते अस्तु अग्रे इदमेव अधिदेशवाक्यार्थस्मरणम् इति उच्यते तद् मध्ये एकं वाक्यं त्यक्तं पुनरपि स्मर्यते गोसदृशः गवेपदवाच्यः इदमेव स्मर्यते इति सः स्मर्यते गोसदृशः गवयपदवाच्यः गवयपदवाच्यः इत्यनेन कः उक्तः गवयः उक्तः साक्षात् अस्माकं यदस्माकं पुरतः अस्ति व्यक्तिः सा उक्तः अस्ति गोसदृशः गवयपदवाच्यः तर्हि इदानीम् अत्र उद्देश्यविधेयभावः कथमस्ति गाम् उद्दिश्य गवयपद वाच्यः इति गाम् उद्दिश्य नास्ति गोसदृशम् उद्दिश्य सदृश्यम् उद्दिश्य हा गोसादृश्यम् उद्दिश्य गवयपदवाच्यत्वं विधीयते दीयते खलु हा गोसादृश्यम् उद्दिश्य गवयपदवाच्यत्वं विधीयते इदमेव इदानीम् अग्रे पठतु इदमेव इदमेव अधिदेशवाक्यार्थ स्मरणम् इति उच्यते हा अस्तु ततः परं ततः परम् अयं गवयत्वविशिष्ट गवयपदवाच्य इति शक्तिग्रहः उत्पद्यते तेन पठति तत्र विसर्गः अपि कृपया उच्चारयतु पुनः पठतु ततः परम् अयं गवयत्वविशिष्टः गवयपदवाच्यः भवती गवयत्वविशिष्ट गवयपदवाच्य इति पठितवती गवयत्वविशिष्टः गवयपदवाच्यः इति शक्तिग्रहः उत्पद्यते अस्तु तर्हि इदानीं भवती कथम् अवगतवती तत्र क्रमं किम् इति वदतु प्रथमं किं द्वितीयं किम् इति प्रथमं गवयत्वविशिष्टः इति इत्युक्ते पदार्थस्य सः प्रत्यक्षज्ञानेन पदार्थं पश्यति तेन तस्मिन् तस्मात् पूर्वं ततः परम् इति अधिदेश गवयस्य दर्शनात् पूर्वं किं ज्ञानं प्राप्तं तेन तस्य तेन कश्चन पदार्थः अस्ति तयोः मध्ये गोसदृशः गवयः इति ज्ञानं तस्मिन् अस्ति नागरिक सत्यं सत्यम् आरण्यपुरुषेण उक्तम् नागरिकः श्रोता आरण्यकपुरुषः वक्ता अस्ति अस्तु प्रथमं गोसदृशः गवयः इति श्रूयते तेन संस्कारः जायते तदनन्तरं गवेत्वविशिष्टः कश्चन पदार्थः सः पश्यति इत्युक्ते गवयं पश्यति गवयं पश्यति तेन पुनः स्मरणे आगच्छति गोपदवाच्य आदिदेशवाक्य वाक्य अर्थः तस्मिन् तयोः मध्ये सम्बन्धः अपि स्मरणे स्मरणात् परम् एव सम्बन्धः इति भवति वा महोदय अधिदेशवाक्यस्मरणम् इत्युच्यते किम् अधिदेशवाक्यस्मरणम् इति किम् अधिदेशवाक्यं स्मरणम् इत्युक्ते गवयपदवाच्यः इति तदेव अधिदेशवाक्यः तयोः मध्ये कश्चन सम्बन्धः अस्ति तद् अपि अत्र आगतं खलु. हा इत्युक्ते तर्हि प्रथमं गोसदृशः गवयपदवाच्यः क्षम्यतां गोसदृशः गवयः इति शृणोति तेन स्मरणं जातं तदनन्तरं गवयं पश्यति तदनन्तरम् अत्र संस्कारस्य उद्बोधः जायते तदनन्तरं गोसदृशः गवयपदवाच्यः इति अद्वेषवाच्यार्थस्मरणम् इति उच्यते तदनन्तरं किं जायते गवयत्वविशिष्टः गवयपदवाच्यः इति शक्तिग्रहः जायते तदनन्तरमेव इति अस्ति. हा तर्हि शक्तिग्रहः अनन्तरमेव भवति एतत् सर्वम् अस्तु धन्यवादः भगिनि. अग्रे इदानीं तत्र पट्टिका यदस्ति रमेश महोदय प्रतिपादयति वा. आं महोदय अत्र त्रयः ज्ञानं त्रीणि ज्ञानानि सन्ति व्याप्तिज्ञानं शक्तिज्ञानं आरण्यकवाक्यजन्यबोधज्ञानं त्रयः अपि स्वस्वकाले भवन्ति एते त्रये स्वस्वकाले भवन्ति तर्हि त्रयः एकस्मिन् काले एव भवति इति न अस्ति स्वस्वकाले भवति प्रमा उत्पत्तिकाले न तेषाम् उत्पत्तिः प्रमा उत्पत्तिकाले तेषाम् उत्पत्तिः तस्य पूर्वमेव भवति इति वा. हा इत्युक्ते व्याप्तिज्ञानेन का प्रमा जायते व्याप्तिज्ञानेन एतत् गोसदृशम् अस्ति इति ज्ञानं न अत्र व्याप्तिज्ञानेन का प्रमा जायते व्याप्तिज्ञानं कुत्र आवश्यकं कस्मिन् प्रमाणे आवश्यकम् अनुमान प्रमाणे आवश्यकम्. हा तर्हि व्याप्तिज्ञानेन का प्रमा जायते अनुमितिः इति प्रमा जायते अनुमितिः जायते ओके तत्र हा किम् अस्ति इति हा हा इदानीं तर्हि अनुमितिः इति प्रमा जायते किन्तु अनुमितिः इति प्रमा यदा यस्मिन् काले जायते तस्मिन्नेव काले व्याप्तिज्ञानं जायते वा तस्मात् पूर्वं जायते वा. तस्मात् पूर्वं जायते. हा उत्तमं तर्हि तदनन्तरं शक्तिज्ञानं शक्तिः इत्युक्ते सम्बन्धः सम्बन्धपदपदार्थयोः मध्ये यः सम्बन्धः अस्ति तेन ज्ञानेन का प्रमा जायते शब्दः इति ज्ञानं शाब्दज्ञानं जायते इति दत्तम् उत्तमं. हा शाब्दः इति प्रमा जायते खलु. हा किन्तु यथा सादृश्यज्ञानेन शक्तिग्रहः जायते तादृशशाब्दबोधस्य नाम का. उपमितिः. उत्तमं तर्हि वस्तुतः उपमितिः अपि शाब्दबोधे एकः विभागः अस्ति वस्तुतः अत्रापि शब्दग्रहः एव भवति किन्तु तस्य करणं किम् इति चेत् सादृश्यज्ञानं खलु. हा तर्हि अत्र सादृशशक्तिज्ञानं शक्तिग्रहः कदा जायते इति चेत् प्रमा उत्पत्तिकाले न तेषाम् उत्पत्तिः इत्युक्ते शक्तिग्रहः अस्तु अत्र किञ्चित् अवगन्तव्यमस्ति तदनन्तरम् आरण्यकवाक्यजन्यबोधः आरण्यकेन किं वाक्यमुक्तम् गोसदृशः गवयः सत्यं तर्हि गोसदृशः गवयः इति वाक्येन यः शाब्दबोधः जायते तत्तु अन्यस्मिन् काले भवति इति तावदेव उक्तम् इतोपि अग्रे किञ्चित् पश्येम तदनन्तरं सम्पूर्णचिन्तनं कुर्मः अग्रे पठतु महोदय. संस्कारः इत्युक्ते त्रयः संस्कारः एव विषयः अस्ति व्याप्तिज्ञाने अपि आत्मनि संस्कारः भवति शक्तिज्ञाने अपि आत्मनि संस्कारः भवति आरण्यकजन्यबोधज्ञाने अपि आत्मनि संस्कारः भवति सत्यं व्याप्तिज्ञाने पक्षधर्मताज्ञानं भवेत् शक्तिज्ञाने पदज्ञानं भवेत् आरण्यकवाक्यजन्यबोधज्ञाने सादृश्यज्ञानं भवेत् तर्हि अत्र पक्षधर्मताज्ञानं भवेत् शक्तिग्रहार्थं पदज्ञानं भवेत् आरण्यकवाक्यवाक्यजन्यबोधार्थं सादृश्यज्ञानं सादृश्यज्ञानमित्युक्ते किं प्रत्यक्षज्ञानं खलु प्रत्यक्षमपि भवेत् स्मृति अपि भवेत् न न नास्ति तदेव अत्र यदा सत्यभौमभगिन्या उक्तं तत्र तदेव मया परिष्कृतं सादृश्यज्ञानम् इत्युक्ते केवलं प्रत्यक्षज्ञानं न केवलं प्रत्यक्षेन सादृश्यज्ञानं कथं भवति न अत्र एतादृशमेव अवगन्तव्यं सादृश्यं प्रत्यक्षेन ग्रहीतुं शक्यते वा न इत्युक्ते अस्मिन् सन्दर्भे गौः कुत्र अस्ति गृहे अस्ति नगरे अस्ति इदानीं सः अरण्ये अस्ति अतः तयोः गौः अपि च गवयः अनयोः मध्ये यः सम्बन्धः अस्ति तत् प्रत्यक्षेन ज्ञातुं शक्यते तर्हि उपमानखण्डे यत् सादृश्यज्ञानम् उपमानम् इति करणमुक्तं तत् प्रत्यक्षमेव यदा सः अरण्यं गत्वा गवयं पश्यति विषाणलाङ्गूलादिधर्मान् पश्यति तदेव सादृश्यज्ञानम् इति उच्यते इति उपरि लिखितमस्ति खलु ततः नागरिकः एकः अरण्यं प्रति गतः तत्र च कस्मिंश्चित् पिण्डे विषाणलाङ्गूलादिधर्मान् पश्यति इदमेव इदमेव इत्युक्ते तद्दर्शनमेव गोसादृश्यज्ञानम् इति उच्यते उपमानखण्डे तदनन्तरं यदा सः पश्यति तदनन्तरं तादृशसादृश्यज्ञानेन प्रत्यक्षज्ञानेन आरण्यकपुरुषेण यदुक्तं तत् तस्य पुनरपि स्मर्यते तदनन्तरमेव स्मरणं जायते इति कृत्वा अत्र सादृश्यज्ञानम् इत्यनेन किम् अवगन्तम् इति चेत् प्रत्यक्षज्ञानमेव अवगन्तव्यम् अग्रे पठतु महोदय त्रयाणामपि तत्र तत्र संस्कार उद्बोधकत्वात् स्मरणे उपयोगः तर्हि त्रयाणाम् इत्युक्तेन त्रयाणाम् इत्यनेन किमुक्तम् व्याप्तिज्ञानं शक्तिज्ञानम् आरण्यकवाक्यजन्यबोधज्ञानम् नास्ति पक्षधर्मताज्ञानं पदज्ञानं सादृश्यज्ञानम् इति त्रयाणाम् अपि तत्र तत्र संस्कार उद्बोधकत्वात् स्मरणे उपयोगः पक्षधर्मताज्ञानेन संस्कारः उद्बोधितः भवति संस्कारः केन जातः व्याप्तिज्ञानेन जातः बुद्धं महोदय पक्षधर्मताज्ञानम् अपि संस्कारम् उद्भवति व्याप्तिज्ञानमपि करोति खलु न न अत्र पश्यतु महोदय इदानीं पूर्वस्मिन् काले महानसे भवता धूममपि दृष्टः धूमः दृष्टः वह्निः अपि दृष्टः तयोः मध्ये सामानादिकरण्यमपि गृहीतं वह्निः इति तर्हि मनसि व्याप्तिज्ञानं जातः व्याप्तिज्ञानेन किं मनसि आत्मनि किमस्ति इदानीं यत्र वह्निः अस्ति तत्र यत्र धूमः तत्र वह्निः इति ज्ञानं भवति न तत्तु ज्ञानस्य आकारः भवता उक्तं किन्तु ज्ञानेन ज्ञानम् अस्मिन् क्षणे जायते अग्रिमक्षणे नश्यति खलु स्मृतिः जायते स्मृतिः नास्ति संस्कारः जायते संस्कारः जायते संस्कारः अस्तु तर्हि गते सप्ताहे भवता महानसे एतादृशं व्याप्तिज्ञानं प्राप्तं तेन तस्मिन् अग्रिमक्षणे संस्कारः जातः इति चिन्तयतु इदानीं भवान् पर्वतस्य पुरतः अस्ति तत्र पर्वते धूमं पश्यति पर्वते धूमं दृष्ट्वा पक्षधर्मता ज्ञानं धूमे पक्षधर्मता अस्ति इति ज्ञानं प्रत्यक्षेन प्राप्यते पक्षधर्मता ज्ञानेन कः संस्कारः उद्भूतः भवति पर्वते धूमः अस्ति इति ज्ञानसंस्कारः भवति न न पक्षधर्मताज्ञानेन पक्षधर्मतासंस्कारः भवति इति भिन्नवार्ता भवतु किन्तु पक्षधर्मतां दृष्ट्वा धूमे पक्षधर्मतां ज्ञात्वा तस्य संस्कारस्य उद्बोधः जायते उद्बोधकत्वम् What do you remember? After seeing the smoke on the mountain, what do you remember? Vyapti-jnanasya smaranam bhavati. Vyapti-jnanasya. Vyapti-jnanene iha samskaraha jataha, saha samskaraha udbhutaha bhavati. Kalu? It becomes latent. Udbhutaha itite becomes latent. Ah, okay. Idanim buddham bhavati. Unless you see the smoke on the mountain, you don't remember that Vyapti-jnan. But once you see, you remember. So the karanam, samskarasya udbhotasya karanam, kim, iti ches pakshadharmata jnanam. Tarhi, tena udbhotena kim bhavati, vyaptehe smaranam bhavati idani. Hello? Kim? Haan, यदा व्याप्तेः स्मरणं भवति इदानीं पक्षधर्मताज्ञानमस्ति व्याप्तेः स्मरणमपि भवति उभयोः किं भवति अनुमानं भाव्यां किं भवति परामर्शः भवति अनुमानं भवति परामर्शः भवति तदनन्तरम् अनुमितिः भवति इति क्रमः अनुमानस्तरे तर्हि प्रथमं व्याप्तिज्ञानं जायते तदनन्तरं व्याप्तिज्ञानेन संस्कारः जायते तदनन्तरं पक्षधर्मताज्ञानं प्रत्यक्षेन जायते प्रत्यक्षपक्षधर्मताज्ञानेन संस्कारस्य उद्बोधः जायते संस्कारेण स्मृतिः जायते पक्षधर्मताज्ञानं अपि च व्याप्तिस्मरणम् उभाभ्यां परामर्शः जायते परामर्शेन अनुमतिः जायते बुध्यते खलु आं महोदय एवं शक्तिज्ञानम् शक्तिज्ञानम् इत्युक्ते अत्र घटः अपि च घट इति पदार्थः अनयोः मध्ये शक्तिः अस्ति खलु तस्य ग्रहणेन किं जायते संस्कारः जायते तदनन्तरम् इदानीम् अत्र शक्तिज्ञानम् इत्यत्र उपमानविषयेन उक्तं केवलं शाब्दबोधः कथं भवति यथा अनुमानं भवति तथा शाब्दबोधः कथं भवति इति अत्र उक्तम् तर्हि प्रथमं घटः अपि च घटः इति पदार्थः घटः इति पदं घटः इति पदार्थः तयोः मध्ये शक्तिज्ञानं भवेत् प्रथमवारं यथा मम पौत्रस्य कृते अहं वदामि एषः घटः अस्य नाम अस्ति घटः इति तर्हि तथा सः घटं पश्यति घटः इति शब्दमपि शृणोति उभयं मिलित्वा शक्तिग्रहः जातः शक्तिज्ञानं तेन प्राप्तं तेन संस्कारः जातः तदनन्तरं घटमानय यदि यदि अहं वदामि तदा तत्र पदज्ञानं जातं खलु घटज्ञानं घटम् इति पदं श्रुतवान् तेन किं जायते पदज्ञानेन किं जायते घटमानय इति यदि अहं वदामि तत्र घटम् इति पदं श्रुत्वा पदज्ञानेन किं जायते तस्य शक्तिस्मरणं भवति यत् संस्कारः उद्बोधः जायते संस्कारः उद्बोधः जायते इति कृत्वा किं जायते संस्कारात् किं जायते संस्कारात् शक्तिः ज्ञानस्य स्मरणं भवति शक्तिस्मरणं भवति तदेव अत्र लिखितं शक्तिस्मरणं भवति. शक्तिस्मरणेन किं भवति? पदस्य अर्थः यदस्ति तस्य पदार्थस्य उपस्थितिः इति उक्तम् अत्र. तर्हि तत्पदस्य अर्थं किम् इति तत् तस्य ज्ञानं उपस्थितिः इत्युक्ते उपस्थितिः इति मनसि तद् भवति. हा सो वन्स् ऐ से द वर्ड् पाट् आफ्टर् हेविङ्ग् इन्ट्रोड्यूस्ड् वाट् इस् द वर्ड् पाट् मीन्स् द मोमेण्ट् ऐ से पाट् तत् पाट् अपियर्स् इन् युर् हेड् रैट् पदार्थ उपस्थितिः भवति इन् युर् हेड् उपस्थितिः मीन्स् नाट् औट्सैड् इन्सैड् युर् हेड् यु अण्डर्स्टाण्ड् तदेव पदार्थ उपस्थितिः तेन शाब्दबोधः जायते. घटमानय इति यदि अहं वदामि प्रथमं घटमानय इति अवगन्तुं प्रथमं घटः इति पदम् अपि च घटः इति पदार्थः अनयोः मध्ये शक्तिग्रहः भवेत् सम्बन्धस्य ग्रहणं भवेत् तेन संस्कारः जातः. सो नौ ऐ अण्डर्स्टाण्ड् ऐ हेव् अ मेमरि आफ् वाट् दिस् वर्ड् पाट् इस् मीन्स् दट् इस् देर् इन् मै मेमरि. तदनन्तरं घटमालय इति यदि अहं वदामि तत्र घटम् इति पदं श्रुत्वा शक्तेः स्मरणं जायते तेन पदार्थ उपस्थितिः भवति विच् मीन्स् ऐ अण्डर्स्टाण्ड् ओ दिस् वाट् ईस् आस्किङ्ग् मी टु डु तेन शाब्दबोधः जायते. घटमालय अहम् आगच्छामि आनयामि इति भवान् गच्छति. अस्तु एवम् इदानीम् आरण्यकवाक्यबोध वाक्यजन्यबोधः अस्ति. आरण्यकेन किमुक्तम्? गोः सादृश्यः गवयः. हा गोसदृशः गवयः इति उक्तं तेन ज्ञानेन. अस्तु अनेन ज्ञानेन किम् अवगतम्? किमपि वस्तु गवयः अस्ति यत् गोसादृश्यम् अस्ति इति. यस्मिन् तत्र अवयवाः कुरविषाणलाङ्गूलादि लाङ्गूलादि अवयवाः सादृश्याः सन्ति इति आगच्छति खलु. तर्हि तदेव ज्ञानं कश्चन पदार्थः अस्ति इति ज्ञायते तेन संस्कारः जातः. आरण्यकवाक्यजन्यबोधेन संस्कारः जातः. तदनन्तरम् इदानीं किम् अरण्यं गत्वा किं पश्यति? किमपि पश्यति यस्मिन् गवयं पश्यति खलु. गवयं पश्यति प्रत्यक्षज्ञानं प्राप्नोति. गवयस्य प्रत्यक्षज्ञानं प्राप्नोति. प्रत्यक्षज्ञानेन तस्य संस्कारस्य उद्बोधः भवति. सः गवयः न पश्यति खलु, किमपि पश्यति इति एवं वक्तव्यं खलु महोदय? तत्र न भवतु, यदि उपमितिः जायते तदा तस्मिन् काले एव तद् गवयः इति ज्ञानं भवति. सत्यं, किन्तु किमपि पश्यति इति वदामि चेत् किं पश्यति इति भवता न अवगन्तुं शक्यते. तदर्थम् अहं गवयं पश्यति इति उक्तवान् तावदेव खलु. किमपि एव पश्यति, किन्तु किमपि इत्युक्ते घटं तत्र न पश्यति, गवयमेव पश्यति. सः यत् पश्यति तस्मिन् कुरः अस्ति, विषाणम् अस्ति, लाङ्गुलम् अस्ति इति तद् पश्यति. तत्र यः कोऽपि पदार्थः अस्ति तं पदार्थं पश्यति, किन्तु पदार्थं किं पश्यति? किमपि पश्यति इति वदामि चेत् तत् घटमपि पश्यति चेत् किमपि पश्यति इति मया वक्तुं शक्यते खलु. ततः स्पष्टार्थं गवयं पश्यति इति मया उक्तं तावदेव. तर्हि इदानीं प्रत्यक्षज्ञानं, गवयस्य प्रत्यक्षज्ञानं प्राप्तं तेन ज्ञानेन तस्य संस्कारस्य उद्बोधः जायते. यद् आरण्यकेन उक्तं तत् संस्कार, हा यद् आरण्यकेन उक्तं गोसदृशः गवयः इति यद् आरण्यकेन उक्तं तेन ज्ञानेन यः संस्कारः जातः तस्य संस्कारस्य उद्बोधः जायते. उद्बोधेन किं किं जातं, कस्य स्मरणं भवति? गोसदृशं गवयः इति यत् ज्ञानं तस्य स्मरणं भवति, वाक्यार्थस्मरणं भवति. तदेव अत्र लिखितमस्ति, वाक्यार्थस्मरणं भवति. वाक्यार्थस्मरणेन इदानीं यथा पक्षधर्मता ज्ञानम् अस्ति, व्याप्तिस्मरणं भवति, तेन परामर्शः जायते, तेन अनुमितिः जायते. यथा शक्तिग्रहः भवति, तेन संस्कारः जातः. यदा पदज्ञानं भवति, घटमानेय इति पदं शृणोति, तेन स्मृतिवरणं भवति. तर्हि पदज्ञानम् अपि च स्मृति शक्तिस्मरणम् उभये उभाभ्यां पदार्थ उपस्थितिः भवति. पदार्थ उपस्थित्या शाब्दबोधः यथा जायते, तथा अत्र प्रथमम् आरण्यकवाक्यजन्यबोधः जायते, तेन संस्कारः जायते. तदनन्तरम् अन्यस्मिन् काले प्रत्यक्षज्ञानं गवयस्य प्रत्यक्षज्ञानं जायते, तेन संस्कारः उद्बोधः जायते, तेन वाक्यार्थस्मरणं भवति. तर्हि इदानीं सादृश्यप्रत्यक्षज्ञानम् अपि च वाक्यार्थस्मरणम् उभाभ्यां किं जायते? उपमितिः जायते. उपमितिः जायते इत्युक्ते अनुमाने शाब्दबोधे इतोपि एकं सोपानमस्ति. परामर्शः जायते, पदार्थ उपस्थितिः, तदनन्तरम् अनुमितिः जायते, शाब्दबोधः जायते. अत्र तु साक्षात् उपमितिः जायते, मध्ये किमपि नास्ति. बुध्यते खलु? आम् महोदय. तर्हि सादृश्यप्रत्यक्षज्ञानेन स्मरणेन च उपमितिः जायते. किन्तु शाब्दबोधे पदज्ञानम् इत्युक्ते प्रत्यक्षं श्रोत्रा एव गृह्यते खलु इति कृत्वा, न श्रोत्रा नास्ति, श्रोत्रेन्द्रियेण गृह्यते इति कृत्वा पदज्ञानं प्रत्यक्षज्ञानं शक्तिस्मरणं पुनः स्मरणात्मकं द्वाभ्यां नानाभ्यां पदार्थ उपस्थितिः जायते, तदनन्तरं शाब्दबोधः जायते. एवं पक्षधर्मताज्ञानं प्रत्यक्षेन ज्ञायते, तेन व्याप्तिस्मरणं भवति. तर्हि पक्षधर्मताज्ञानं व्याप्तिस्मरणम् उभाभ्यां परामर्शः जायते, तेन अनुमितिः जायते इति क्रमः. बुध्यते खलु? आम् महोदय. अस्तु, बहु समीचीनम्. एतत् सर्वम् अत्र डोण्ट् थिङ्क् दे आर् ट्रैङ्ग् टु मेक् इट् काम्प्लिकेटेड्. वेन् वि गो इन् टु शाब्दबोध, आल् दीस् बिकम् वेरि इम्पार्टेण्ट्. एण्ड् हौ शाब्दबोध हेपन्स् कम्प्लीट्लि वेरीस् अकार्डिङ्ग् टु ईच् दर्शन. नैयायिकास् विल् से शाब्दबोध हेपन्स् इन् वन् वे. वैयाकरणास् विल् से शाब्दबोध हेपन्स् इन् अनदर् वे. वेदान्तिन्स् विल् से शाब्दबोध हेपन्स् इन् द थर्ड् वे. And all the three people listen to the same sentence. Kintu katam shabda bodha jayate ityatra bedha vartate, because their metaphysics differs. Vaiyayikana mata anusharam shabdah nityah asti. So they will have to say their process very differently. Kintu naiyayikana mata anusharam shabdah iti gunah anityah asti. आकाशीयगुणः अस्ति, आकाशे जायते इति नैयायिकानां मतम्. सो देर् प्रक्रिया विल् बि वेरि डिफ़रेण्ट्, वेदान्तीस् प्रक्रियास् विल् बि वेरि डिफ़रेण्ट्. दट् इस् वै ऐ एम् ब्रेकिङ्ग् मै हेड् अण्ड् ट्रैङ्ग् टु, यु शुड् नाट् ग्लास् ओवर् दीस् थिङ्ग्स्. इफ् यु ग्लास् ओवर् देन् यु फील् यु विल् बि लास्ट् वेन् यु गो टु द नेक्स्ट् वन्. सो अत्र कथं जायते इति मनसि सर्वेषाम् अवधानं भवेत्. अस्तु, अत्र स्थगयेम सर्वे.